गते सप्ताहे सम्बन्धानां वृत्तिनियामकत्व अभावः इत्यस्य विषये पाठः आसीत् गतशनिवासरे. तत्र वयं पठितवन्तः यत् चत्वारः सम्बन्धाः संयोगः, समवायः, स्वरूपसम्बन्धः, कालिकसम्बन्धः. संयोगः, समवायः, स्वरूपसम्बन्धः अथवा दैशिकविशेषणता इत्यपि उच्यते. अनन्तरं कालिकसम्बन्धः. एते चत्वाराः सम्बन्धाः वृत्तिनियामकाः इति उच्यन्ते. नाम यत्र द्वौ पदार्थौ एभिः सम्बन्धैः, एभिः चतुर्भिः सम्बन्धैः सम्बद्धौ भवतः, तत्र वृत्तिनियामकत्वं वर्तते. वृत्तिः नाम आधेयता. यदा भूतले घटः संयोगेन वर्तते इति प्रतीतिः अस्ति चेत् तत्र निश्चितम् अस्ति आधेयः कः, आधारः कः इति. आधेयः घटः इति अस्ति, तर्हि वृत्तिनियामकत्वम् अस्ति. समवायेन कश्चन गुणः द्रव्ये वर्तते चेत् तत्रापि गुणः आधेयः, तस्मिन् आधेयता इति ज्ञायते. तदा समवायः वृत्तिनियामकः भवति, तत्र वृत्तिनियामकत्वमपि सिध्यति. अपि च यत्र यत्र अभावः अस्ति, भूतले घटाभावः इत्यादिषु प्रसङ्गेषु, तत्र स्वरूपसम्बन्धेन अथवा दैशिकविशेषणतासम्बन्धेन सः अभावः भूतले वर्तते. अत्रापि वर्तते इति प्रतीतिः अस्ति इति कृत्वा स्वरूपसम्बन्धेन अपि वृत्तिनियामकत्वं साधितम्. वृत्तिः इत्युक्ते आधेयता कुत्र अस्ति इति स्पष्टतया ज्ञायते. अनन्तरं कालिकसम्बन्धः अपि तथैव. यत्किमपि वस्तु महाकाले कालिकसम्बन्धेन वर्तते इति वदामश्चेत् तत्र कालः आधारः, तद्वस्तु अस्ति आधेयः, तत्रापि वृत्ति अथवा आधेयता वस्तुनि अस्ति इति ज्ञायते. तदर्थं कालिकसम्बन्धेनापि वृत्तिनियामकत्वं साधितम् इति कृत्वा एते चत्वारः सम्बन्धाः, संयोगसमवाय स्वरूपसम्बन्ध अपि च कालिकसम्बन्धाः, वृत्तिनियामकाः इति गतसप्ताहस्य पाठः आसीत्. अधुना विषयतासम्बन्धः कीदृशः इत्यस्य विषये चर्चा भवति. एतेषु चतुर्षु स्थलेषु यत्र संयोगसमवायस्वरूपकालिकसम्बन्धः वा अस्ति, तत्र वृत्तिः कुत्र अस्ति अथवा आधेयता कुत्र अस्ति इति स्पष्टतया ज्ञायते, तर्हि तत्र विवादः एव न भवति आधारः कः, आधेयः कः इति. परन्तु विषयतासम्बन्धः यत्र भवति अथवा विषयितासम्बन्धः यत्र भवति, तत्र वृत्तिनियामकत्वस्य विषये विवादः भवति. अद्य तस्य विषये आरभ्य अग्रे सरेम. केन केन आगतं नूतनतया? वर्धिनी अस्मि. अस्तु वर्धिनी भगिनी. अनन्तरं कोऽपि अस्ति वा येन नूतनतया आगतम्? अस्तु तर्हि तर्हि जयन्ती भगिनी आरब्धुम् इच्छति वा विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः इत्यस्मात्? सर्वमपि आम् विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः. सर्वमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य कृतं, यथा च संयोगादिसम्बन्धैः अयम् अत्र वर्तते इति आधार आदेयभावसाधकः प्रत्ययः भवति, तथा विषयतास्थले अपि प्रत्ययः भवति इति नैयायिकमूर्धन्यानां गदाधरभट्टाचार्याणाम् आशयः. विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते. विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययाः समीचीना एव. तथा च वर्तते इत्येवम् आकारः अस्ति इति विषयतासम्बन्धस्थले अपि आधार आदेयभावः भवति. अतः सः अपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शनेन अवगच्छामः. अस्तु भगिनि, उच्यताम् इदानीम्. चतुर्षु प्रसङ्गेषु यत्र समवायसंयोगकालिकस्वरूप वा स्वरूपसम्बन्धाः वर्तन्ते तत्र आधेय आधेय आधारभावः वर्तते इति प्रतीतिः. यत्र ज्ञानम् अस्ति, ज्ञानम् अस्ति आत्मनि अस्ति, ज्ञानं विषयतासम्बन्धेन आत्मनि अस्ति. यत्र विषयतासम्बन्धः अस्ति एतादृशं, तत् ज्ञानमपि वृत्तिनियामक एषः सम्बन्धः अपि विषयतासम्बन्धः येन ज्ञानम् आत्मनि वर्तते एतत् एषः सम्बन्धः अपि वृत्तिनियामकः सम्बन्धः इति उच्यते. गदाधरभट्टाचार्यः इति नैयायिकः अस्ति, तस्य मतिना यत्र विषयतासम्बन्धेन ज्ञानं वर्तते, घटे वर्तते विषयतासम्बन्धेन वा आत्मनि वर्तते विषयतासम्बन्धेन, एतेषु प्रसङ्गेषु अपि वर्तते इति प्रयोगः भवति. यतोहि वृत्तिनियामकसम्बन्धः भवति अत्र. समीचीनमस्ति. तर्हि गदाधरभट्टाचार्यः इति न्यायिकः तस्य मतेन एव वर्तते इति एवम् आकारः ज्ञानस्थले अपि अस्ति अथवा विषयतास्थले अपि अस्ति. ज्ञानं केन सम्बन्धेन भवति आत्मनि? क्षम्यताम्, विषयतासम्बन्धेन. सत्यं, विषयतासम्बन्धेन आत्मविषयकं ज्ञानं वर्तते. अत्र यत्र कुत्रापि वर्तते इति प्रतीति इति आकारः अथवा शब्दप्रयोगः अस्ति, तर्हि न्यायपरिभाषया वर्तते इति यत्र उच्यते तर्हि तत्र आधाराधेयभावः निश्चितः इति चिन्त्यताम्. अस्तु, गदाधरभट्टाचार्यस्य मतानुगुणं विषयतासम्बन्धः अपि तादृशः सम्बन्धः अस्ति येन आधाराधेयभावः निश्चितः अस्ति, अपि च तदपि सः सम्बन्धः अपि वृत्तिनियामकः यथा भगिन्या उक्तं संयोगसमवायस्वरूपकालिकः वृत्तिनियामकाः, तथैव विषयतास्थले अपि वर्तते इति प्रतीतिः भवति, तदर्थं तत्रापि अस्ति वृत्तिनियामकत्वम् इति एकस्य नैयायिकस्य मतम् अस्ति अत्र. अपि च प्रथमे वाक्ये पश्यन्तु, सर्वमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य कृतम्. सर्वमपि इदं विवरणम् इत्युक्ते पूर्वस्मिन् पुटे, पूर्वस्मिन् भागे यत्किमपि विवरणं जातं वृत्तिनियामकत्वविषये, तत् सर्वं कृतं किमर्थम्? अस्य प्रतिपादनाय निरूपणस्य कृते एव. सम्बन्धप्रसङ्गे अपि वृत्तिनियामकसम्बन्धः भवति इति. सत्यं, विषयतासम्बन्धस्य चर्चार्थं पूर्वभूमिकावत् आसीत् इदं सर्वं विवरणं, यतोहि विषयतास्थले विवादः अस्ति. एकः नैयायिकः गदाधरभट्टाचार्येण उक्तं विषयतासम्बन्धस्थले अपि अस्ति वृत्तिनियामकत्वम् इति. इति एकमस्ति, एकं मतमस्ति. अग्रे किमस्ति इति पठेम. भगिनि, एकः संशयः अस्ति. पूर्वमेव उक्तवन्तः किल ज्ञानाधिकरणं ज्ञान आत्मा इति, किमर्थम् इदानीं विवादं? हा अस्तु अस्तु, नैयायिकानां मध्ये तादृशः विवादः अस्ति एव. अस्तु, विषयतास्तरे आधाराधेयभावः निश्चीयते वा न वा इति तादृशः विवादः अस्ति एव. परन्तु भवत्या यद् पृष्टं ज्ञानाधिकरणमात्मा इति पूर्वमेव उक्तं, परन्तु किमर्थं विवादः, तस्य उत्तरम् अग्रे आयाति, अग्रे अस्ति. अस्तु अस्तु, धन्यवादः. अस्तु, नूतनतया केनापि आगतं वा? अखिला भगिनी, अस्तु अस्तु तर्हि अग्रे सरला भगिनी पठति किम्? आं भगिनि. श्रीमज्जगदीशत् कालङ्काराणां मते तु संयोगेन यथा वर्तते इति प्रत्ययः जायते तद्वत् ज्ञानस्थले वर्तते इति प्रत्ययः नैव जायते. यदि कश्चित् भवति न स समीचीनः. अतः आधेय आधारभाव विषयतास्थले नैव सिद्ध्यति. किन्तरहि इमौ सम्बन्धौ इत्यातवदेव घटविषयकज्ञानम् उत्पन्न चेत् घटज्ञानं च विषयतासम्बन्धेन सम्बन्धे इत्येतावान् मात्रम् आत्मनित्य इति चेत् ज्ञानं तदा ज्ञानात्मनौ विषयतासम्बन्धेन सम्बन्धौ इत्येतावत् मात्रम्. द्वितीयमत श्रीमज्जगदीशत्कालकारणानाम् सः वदति संयोगेन यदा संयोगसम्बन्धेन आधार अध्येयभाव निश्चितेन सिद्ध्यते अति तज्ज्ञानं वर्तते इति प्रतीतिः अस्ति. किन्तु विषयतासम्बन्धेन सः वदति तस्य मतेन विषयतासम्बन्धेन आधार अध्येयभावः न सिद्ध्यते. किमर्थं घटविषयकज्ञानम् उत्पन्न चेत् घटज्ञानं न विषयतासम्बन्धेन सम्बन्धे, तत् अहं न जानामि. हा, चिन्ता नास्ति, अहं वदामि. अत्र श्रीमज्जगदीशतर्कालङ्कारः इति अपरः नैयायिकः. गदाधरभट्टाचार्यस्य मतेन तु वर्तते इति आकारः भवति विषयतास्थले अपि. तर्हि विषयतासम्बन्धेन वा विषयितासम्बन्धेन वा आधारादेयभावः निश्चितः, तत्रापि वृत्तिनियामकत्वम् अस्ति इति एकस्य नैयायिकस्य मतम्. अपरः नैयायिकः श्रीमज्जगदीशतर्कालङ्कारः, तस्य मते किमस्ति, वर्तते इति प्रत्ययः अथवा प्रतीतिः न भवति एव ज्ञानस्थले इति तेन उक्तम्. अस्तु, तर्हि अत्र भगिन्या एकं वाक्यं पठितं, घटविषयकज्ञानम् उत्पन्नं चेत् घटज्ञानञ्च विषयतासम्बन्धेन सम्बद्धे एतावत् मात्रं. नाम द्वौ पदार्थौ स्तः तत्र. अस्तु, घटविषयकं ज्ञानं घटः इति पदार्थद्वयं. तर्हि घटविषयकं ज्ञानम् अपि च घटः, तयोः मध्ये सम्बन्धः अस्ति. सम्बन्धः तु अस्ति, विषयतासम्बन्धः, तावदेव. ततः अग्रे किमपि नास्ति, ततः अग्रे आधाराधेयभावः इति किमपि नास्ति इति एतस्य मतमस्ति, श्रीमज्जगदीशतर्कालङ्कारस्य मतम् एवमस्ति. यत् यत्र कुत्रापि वयं वदामः स विषयकं ज्ञानं यत्र कुत्रापि अस्ति, ज्ञानस्य अपि च सः विषयस्य मध्ये विषयतासम्बन्धः तु अस्ति एव, परन्तु तेन अन्यत् किमपि न सञ्जायते. नाम विषयतास्थले आधाराधेयभावः न सञ्जायते इत्येव अपरं मतमस्ति. तथैव आत्मा, कस्यचित् स्पीकर् फोन् अस्ति वा? मम ध्वनिः श्रूयते? अस्तु हा तथैव आत्मा अपि च ज्ञानं तयोः मध्ये अपि विषयतासम्बन्धः तु अस्ति. विषयतासम्बन्धेन सम्बद्धौ पदार्थौ एतौ द्वौ अपि च तावदेव. ततः अग्रे अन्यत् किमपि नास्ति. ततः अग्रे आधेयता कुत्र, आधारः कः, अधिकरणता कुत्र अस्ति, तत्सर्वं न उच्यते एव तेन सम्बन्धेन इति अपरमेकं मतमस्ति. भगिनी प्रश्नः अस्ति, श्रीमज्जगदीशतर्कालङ्काराणां मते अनुसारेण आत्मनि ज्ञानं वर्तते इति वाक्यं शुद्धं न वा? न, श्रीमज्जगदीशतर्कालङ्कारस्य मतानुगुणं यथा भूतले घटः वर्तते इति वाक्यं यथा अस्ति, तथा आत्मनि ज्ञानमस्ति इति वाक्यं न भवति, अथवा आत्मनि ज्ञानं वर्तते इति नास्ति इति जगदीश तर्कालङ्कारस्य मतं. परन्तु गदाधरभट्टाचार्याणां मतं किमस्ति, विषयतास्थले अपि वर्तते इति प्रतीतिः भवति इति. यथा यद्वाक्यं भवत्या उक्तम्, आत्मनि ज्ञानं वर्तते, तादृशं मतम् अस्ति गदाधरभट्टाचार्यस्य. तर्हि आत्मनि ज्ञानम् अस्ति इति अशुद्धं वा? अस्तु, तदेव मतद्वयमस्ति. अस्तु, एकमतानुगुणं प्रथममतमस्ति गदाधरभट्टाचार्यस्य, तस्य मतानुगुणम् आत्मनि ज्ञानम् अस्ति अथवा आत्मनि ज्ञानं वर्तते इति यत्किमपि वदामः तत् शुद्धं. द्वितीयमतमस्ति न, तत् तथा नास्ति, तत् शुद्धं नास्ति. अस्तु, संयोगे समवाये वर्तते इति प्रत्ययः अस्ति चेत् तत् शुद्धमेव, परन्तु ज्ञानस्थले अथवा विषयता विषयितास्थले तद् नास्ति. अस्तु भगिनि, धन्यवादः. भगिनी, मम अवगमनम् इति सम्यक् वा सम्यक् नास्ति वा इति वदतु. अहं चिन्तयामि आत्मनि ज्ञानम् अस्ति, अयं घटः इति कः ज्ञायते, गुण आत्मनि ज्ञानम् अस्ति, ज्ञानस्य एकः गुणः, आत्मनस्य गुण ज्ञानम् आत्मनस्य एकः गुणः एव. परन्तु भगिनि अत्र पश्यतु, गुणः अस्ति चेत् तत्र समवायसम्बन्धेन गुणः भवति खलु? आम् आम् आम् आम् अस्ति. आम् अत्रैव दत्तवान् पूर्वपुटे ज्ञानत्वावच्छिन्नसमवायसम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता सा आत्मनलक्षणे इति. अस्तु अस्तु, तत्तु शुद्धमेव, परन्तु समवायसम्बन्धः वृत्तिनियामकः. यथा भवती उक्तवती, आत्मनि ज्ञानं वर्तते, आत्मनि ज्ञाननामकगुणः वर्तते समवायेन, तत् सत्यम्. तदर्थं समवायसम्बन्धः वृत्तिनियामकः. अस्तु, परन्तु एवं चिन्तयतु, यथा अयं घटः इति ज्ञानमस्ति, तथा एव अयम् आत्मा इति अपि ज्ञानं खलु? अस्तु. तत्र विषयः कः? अयं घटः इत्यस्मिन् वाक्ये विषयः घटः, सः विषयः ज्ञाने वर्तते. केन सम्बन्धेन? विषयतासम्बन्धेन. विषयतासम्बन्धेन अयम् आत्मा इति ज्ञानमिति चिन्तयतु, तत्र विषयः कः? विषयतासम्बन्धेन आत्मा. आत्मा विषयः, सः विषय आत्मा इति विषयः विषयितासम्बन्धेन वा अथवा विषयतासम्बन्धेन वा कुत्रचित् वर्तते इत्यस्मिन् विवादः अस्ति. समवायसम्बन्धस्थले न कोऽपि विवादः. विवादः आयाति विषयता विषयितास्थले एव. अस्तु, किमर्थं विवादः इत्युक्ते नैयायिकानां भिन्नभिन्नमतमस्ति, तदर्थम्. अस्तु अस्तु, धन्यवादः. इदानीं स्पष्टम्. अस्तु अस्तु, अग्रे अजितः महोदय पठति वा? आं भगिनि, एवं पदार्थोऽपि ज्ञाने विषयितासम्बन्धेन सम्बन्धः इत्येव न तु वर्तते इत्यपि आयाति. इत्थमेव च सर्वत्र तत् पदार्थविषयकज्ञानमादाय चिन्त्यं तथा च विषयतासम्बन्धः विषयितासम्बन्धः वा न आधाराधेयभावसाधकः अतः न वृत्तिनियामकः. कीदृशस्तर्हि वृत्तिनियामकः? हा, अत्र वृत्ति अनियामकः, तद् मिलित्वा सन्धिं कृत्वा वृत्त्यनियामकः, यकारः अस्ति खलु मध्ये. वृत्तिनियामकत्वाभाववान् अधेयता नवच्छेदकः इति तर्कालङ्काराणाम् आशयः तद् ग्रन्थदर्शनेन प्रतीयते. अस्तु, उच्यतां महोदय. भगिनी, अहं किञ्चित् डिस्कनेक्ट् अभवत् पूर्व. ओ अस्तु अस्तु अस्तु तर्हि अहं शृणोमि किन्तु. अस्तु तर्हि, अन्य कोऽपि वदति वा? गोपालमहोदय वदति वा किञ्चित् एवं पदार्थोपि पठति? आम्, पदार्थे अपि ज्ञाने विषयितासम्बन्धे सम्बन्धः इत्येव न वर्तते इति आयाति. यत्रापि यदपि यद्यपि पदार्थः अस्ति तत्र पदार्थज्ञान विषयतासम्बन्धेन सम्बन्धः अस्ति, परन्तु जगदीश तर्कालङ्काराणां मते वर्तते इति कुत्रापि न आयाति. पूर्वस्मिन् परिचये विषयतासम्बन्धः वृत्तिनियामकः न, नाम विषयतासम्बन्धेन आधाराधेयभावः न निश्चीयते इति. अस्मिन् वाक्ये विषयितासम्बन्धविषये अस्ति. ओ, विषयितासम्बन्धेन सम्बन्धः इति एव. विषयिता इत्युक्ते पदार्थः न, पदार्थः ज्ञाने विषयितासम्बन्धेन भवति इति एतावत् पर्यन्तं वयं जानीमः खलु. विषयतासम्बन्धः एकः, विषयितासम्बन्धः एकः. तर्हि जगदीशतर्कालङ्काराणाम् आशयः इत्युक्ते श्रीमज्जगदीशतर्कालङ्काराणां मते न केवलं विषयतासम्बन्धः अपि तु विषयितासम्बन्धः अपि वृत्ति अनियामकः. यः कोऽपि पदार्थः ज्ञाने विषयितासम्बन्धेन भवति इति वदनं मास्तु. सम्बन्धद्वयम् अस्ति, विषयितासम्बन्धः अपि अस्ति, विषयितासम्बन्धः अपि अस्ति. सम्बन्धद्वयमपि, परन्तु तत्र आदरादेभावः नास्ति, केवलं ज्ञाने अस्ति. केवलं किमस्ति? ज्ञाने. तत्र आधाराधेयभावः नास्ति, केवलं सम्बन्धः अस्ति द्वौ पदार्थौ. अनेन सम्बन्धेन सम्बद्धौ तावदेव. इत्थमेव सर्वत्र तत्तत् पदार्थविषयकज्ञानमादाय चिन्त्यं, पदार्थविषयकज्ञानमादाय एतत् यत्किमपि पदार्थं भवतु तत्र तस्य विषयकज्ञानं एव आवश्यकं, परन्तु तत्र वर्तते इति वर्तते इति न वक्तव्यम्, तथा च विषयतासम्बन्धः एव. विषयतासम्बन्धः विषयितासम्बन्धः वा न आदायर आदेयभाव साधकः, अतः न वृत्तिनियामकः. तत्र वृत्ति अनियामकः किमर्थं चेत् वृत्तिनियामकत्व अभावान् नियामकत्व अभावान् इत्युक्ते तत्र वृत्तिनियामकत्वं नास्ति. कुत्र वृत्तिनियाम तत्र यत्र विषयता विषयता सम्बन्धः अस्ति तत्र वृत्तिनियाम आधार आदेयः नास्ति, तस्मात् तत्र वृत्तिनियामकत्वभावान् आधाराधेयभावकः नास्ति, तदर्थं वृत्तिनियामकत्वं नास्ति, तदर्थम् अत्र उक्तं वृत्तिनियामकत्वाभाववान्. विषयतासम्बन्धः विषयितासम्बन्धः नास्ति, तत्र वृत्तिनियामकत्वस्य अभाववान् इति उच्यते. हा, द्वितीयं किम् उक्तम् अत्र? द्वितीयम् आधेयतान् अवच्छेदकः. आधेयता इत्युक्ते आधेयता अनवच्छेदकः अवच्छेदकः आधेयता अनवच्छेदकः अपि इति. हा, नाम यत्र वृत्तिनियामकत्वं नास्ति तत्र आधेयता का आधेयता कुत्र अस्ति? अधिकरणता कुत्र? आधेयता अपि नास्ति. सत्यम्, आधेयता कुत्र अधिकरणता कुत्र इति न निश्चितं. यदा तदेव न निश्चितं तदा आधेयतायाः अवच्छेदकः कथं भवितुमर्हति सम्बन्धः इति कृत्वा, हा इति कृत्वा विषयता विषयिता सम्बन्धश्च वृत्ति अनियामकौ सम्बन्धौ, तौ वृत्तिनियामक अभाववन्तौ आधेयता आधेयतायाः अनवच्छेदकौ च इति द्वितीयं मतम् इति द्वितीयं मतमस्ति द्वितीयन्यायिकः श्रीमज्जगदीशतर्कालङ्कारस्य मतमेवं. परन्तु गदाधरभट्टाचार्याणां मतमासीत् न तथा विषयतास्थले अपि आधाराधेयभावः निश्चितः इति. अस्तु, तर्हि अग्रे भगिनी एकः प्रश्नः क्षम्यताम्. तत्र विषयिता विषयतासम्बन्धः विषयितासम्बन्धः इति द्वयम् अस्ति खलु, तत्र यद् घटं विषयितासम्बन्धेन ज्ञाने वर्तते, अनन्तरं विषयता सम्बन्धेन ज्ञानं घटे वर्तते खलु. हा, घटः विषयः, तस्मिन् विषयतासम्बन्धः. आं, तत्र तस्मिन् विषयतासम्बन्धः ज्ञानं, ज्ञाने विषयितासम्बन्धः. विषयतासम्बन्धेन घटे ज्ञानं वर्तते. आं, विषयतासम्बन्धेन घटे ज्ञानं वर्तते, विषयितासम्बन्धेन ज्ञाने घटः वर्तते. सत्यं सत्यम्. अस्तु, तर्हि तत्र इति प्रथम इति भगिनी यद् भवत्या उक्तं वर्तते इति आकारम् उपयुज्य इति प्रथमन्यायिकः गदाधरभट्टाचार्याणां मतमस्ति. प्रश्नः आसीत् किमर्थं चेत् तत्र प्रथमवाक्यं तत्र पश्यामः चेत् तत्रमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य कृतम् इति अस्ति, परन्तु तत्र विषयतासम्बन्धः इति यतोहि ते तत्र दत्तमस्ति, तत्र विषयतासम्बन्धे विषयितासम्बन्धः अपि अन्तर्भूतः खलु. तथा नास्ति भगिनि, तस्मिन् वाक्ये अन्तर्भूतः इति न, परन्तु ज्ञानस्थले विषयता विषयिता इति सम्बन्धद्वयम् आयाति. आम्, तत्र तु गदाधरभट्टाचार्याणां मदं वदामः चेत् तत्र विषयतासम्बन्धः विषयितासम्बन्धः द्वौ अपि वृत्तिनियामकौ खलु इति न उक्तम् अत्र. इति एव भवत्याः प्रश्नः. सत्यम्. अन्यप्रश्नः, यत्र विषयता केवलं विषयतासम्बन्धः तत्र उक्तमस्ति, परन्तु विषयितासम्बन्धः तत्र स्पष्टतया सत्यं भवत्या यद् भगिनि. विषयतासम्बन्धः विषयितासम्बन्धः वा न आधारादेयभावसाधकः इति अस्ति खलु? तत्तु द्वितीयनायिकस्य मतम्. परन्तु अखिला भगिनी पृच्छति यत् प्रथमः नायिकः केवलं विषयतासम्बन्धस्य विषये एव वदति, परन्तु विषयितासम्बन्धस्य विषये तत्र चर्चा एव नास्ति इति. अस्तु अस्तु भगिनि. तत्र अहं चिन्तयामि केवलं विषयतासम्बन्धः इति किमर्थम् उक्तं चेत् आधार आधेयभावः निश्चितः भवतु इति. अस्तु, इदानीं विषयतासम्बन्धेन घटे ज्ञानं वर्तते इति वदामश्चेत् तत्र घटः आधारः भवति. अस्तु, ज्ञानम् आधेयः, ज्ञाने आधेयता अस्ति, ज्ञाने आधेयता नाम वृत्तिः. तर्हि विषयतासम्बन्धेन वृत्तिनियामकत्वं सञ्जातम्. इदानीं पुनः विषयितासम्बन्धेन ज्ञाने घटः वर्तते इति पुनः वदति चेत् तत्र पुनः विवादः भवितुमर्हति, आधारः कः, आधेयता कः, आधेयकः इति. प्रायः तन्ना स्यात् इति कृत्वा एवम् उक्तम् इति चिन्तयामि विषयतासम्बन्धस्य विषये. अस्तु, अन्यप्रश्नः भगिनि, यत्र यत्किमपि पदार्थः अस्ति, घटः वा किमपि भवतु, यत्र तत् विषये सः विषयः, यत्र विषयः अस्ति तत्र विषयता अपि च विषयिता द्वौ अपि आवश्यकं किल? यत्र ज्ञानमस्ति सविषयकं ज्ञानं, तत्र उभौ अपि भवति. इदानीं केवलं घटः भूतले अस्ति इति चिन्तयामश्चेत् तत्र अयं घटः इति किमपि ज्ञानमस्ति चेदपि ज्ञानः ज्ञानं विषयी अस्ति, ज्ञाने विषयः अस्ति, तत्र अस्ति विषयितासम्बन्धः. तर्हि ज्ञानस्थले उभौ अपि सम्बन्धौ स्याताम् इत्येव प्रश्नः वा भगिनि? वृत्तिनियामकत्वभाववान् इत्युक्ते आत्मा? न, वृत्तिनियामकत्व अभाववान् इत्युक्ते विषयतासम्बन्धः अपि च विषयितासम्बन्धः. अत्र आत्मनः विषयः नास्ति किल भगिनि? तस्मिन् परिच्छेदे पठति सम्बन्धः, कः सम्बन्धः वृत्तिनियामकः, कः सम्बन्धः वृत्तिनियामकः न इति विवादः. अस्तु, वृत्तिनियामकत्वाभावान् कः, विषयतासम्बन्धः अपि च विषयितासम्बन्धः, अपि च आधेयता अनवच्छेदकः अपि विषयतासम्बन्धः विषयितासम्बन्धः इति अस्ति. उत्तमं वा? अस्तु अस्तु. हा, अग्रे नीता भगिनी पठति किं, भवत्याः प्रश्नस्य उत्तरमपि अस्ति अत्र. आं भगिनि, तस्मात् अत्र किल तस्मात् विषयतासम्बन्धावच्छिन्नज्ञाननिष्ठ आधेयता निरूपिता अधिकरणता आत्मनि इति आत्मलक्षणनिरूपणे यद् उक्तं, यच्च आकाशनिरूपणे शब्दनिष्ठ विषयितासम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणतावत् शब्दविषयकं ज्ञानम् इति उक्तं, तदुभयमपि भट्टाचार्यमत आदाय इति दिक्. तर्हि भवत्याः प्रश्नः आसीत्, पूर्वमेव वयम् उक्तवन्तः ज्ञानाधिकरणमात्मा इति, तत्र तु निश्चितः एव खलु आधारादेयभावः. किमर्थं तत्र तथा उक्तवन्तः इत्युक्ते अस्य मतम् आदाय. अस्तु, पुनः पठित्वा किञ्चित् प्रतिपादयतु. तस्मात् विषयतासम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आत्मनि. आत्मनि किमस्ति? ज्ञानमस्ति. आम् आम्. तत् कीदृशं ज्ञानम्? अत्र आत्मलक्षणनिरूपणं दत्तवन्तः. विषयतासम्बन्धावच्छिन्न विषयिता आत्मलक्षणे उक्तं तद् ज्ञानं यदस्ति आत्मनि तस्मिन् आधेयता अस्ति. ज्ञाने आधेयता अस्ति. ज्ञानम् आत्मा अधिकरणं, ज्ञानम् आधेयः, ज्ञाने आधेयता अस्ति. तद् आधेयता कीदृशी? विषयिता तत्पूर्वं वाक्यमस्ति. विषयता सम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आत्मनि. आधेयता निरूपित अधिकरणता आत्मनि अस्ति. ज्ञानम् आत्मा अधिकरणं, तस्मिन् अधिकरणता अस्ति. पुनः कीदृशी अधिकरणता इत्युक्ते एतत् सर्वं विषयता सम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता. एतत् सर्वं कथम् उक्तम् इति प्रश्नः भवति चेत् भट्टाचार्यं भट्टाचार्यस्य मतमादाय उक्तम्, न तु अपरस्य. आकाशनिरूपणे यच्च आकाशनिरूपणे शब्दनिष्ठविषयितासम्बन्धावचिन्न आधेयता निरूपित अधिकरणतावत् शब्दविषयकं ज्ञानमिति उक्तं. उभयमपि द्वयमपि भट्टाचार्यमतम् आदाय इति. दिक् दिक् इत्युक्ते दिक् इत्युक्ते न अत्र दिक् इत्युक्ते अलम् इति अर्थः. अलम्. अस्तु अस्तु अस्तु. भट्टाचार्यस्य मतम् अलं पर्याप्तम्. ओ अस्तु भगिनि. अस्य मतस्य स्वीकारेण एतत् सर्वं साध्यं भवति इति अलम्. प्रश्नः भगिनि, एवं मानसचित्रं विनोपिषेता अवच्छिन्न ज्ञाननिष्ठा एवं चित्रं श्रीमज्जगदीश सर्कारकाराणां ज्ञानविषये विषयितासम्बन्धेन कर्तुं न शक्यते. सत्यं. किमपि सत्यं महोदय. यतोहि तस्य मतानुगुणं तादृश आधेयता अधिकरणता नास्ति एव. तत्र तदर्थं निरूपणमपि दुःशकं भवति. तत्र कुत्रापि निरूपित तस्य सन्देहः कुत्रापि नास्ति किल? अस्ति. हा, केवलं चित्ररूपेण निरूपयितुम् इच्छति चेत् घटः अस्ति, ज्ञानम् अस्ति, तयोः मध्ये विषयतासम्बन्धः, तावदेव निरूपयितुं शक्नोति. आधाराधेयभावः तत्सर्वं न भवतु इति तस्य जगदीशतर्कालङ्कारस्य मतम्. अस्तु, अत्र अखिला भगिन्याः प्रश्नः आसीत् खलु विषयितासम्बन्धस्य विषये न उक्तम् इति. भगिनी अत्र द्वितीयं वाक्यं पठति वा? शब्दनिष्ठ श्रूयते. आकाशनिरूपणे शब्दनिष्ठविषयितासम्बन्ध अवच्छिन्न अधेयता निरूपित अधिकरणतावान् अधिकरणतावत् शब्दविषयकं ज्ञानम् इति उक्तं. तत् उभयमपि भट्टाचार्यमदमादाय इति दिक्. ओ तु तर्हि तत्र विषयितासम्बन्धमपि तत्र वृत्तिनियामकः एव तर्हि. हा हा, विषयितासम्बन्धः अपि तत्र अन्तर्भूतः भट्टाचार्यस्य मते इति अत्र स्पष्टता जायते अस्मिन् वाक्ये किल. शब्द इति ज्ञानम्, एकं विधं ज्ञानमस्ति शब्द. ज्ञाने विषयिता अस्ति. अस्तु, ज्ञाने विषयिता अस्ति, अपि च ज्ञाने आधेयता अपि अस्ति. सा कीदृशी इत्युक्ते शब्दनिष्ठविषयितासम्बन्धावचिन्न आधेयता. अपि च तद् ज्ञानम् आकाशे वर्तते. शब्दः आकाशे अस्ति चेत् आकाशः अधिकरणमस्ति. शब्द इति ज्ञानम् आधेयः, ज्ञाने आधेयता अस्ति. अपि च सा आधेयता शब्दनिष्ठविषयितासम्बन्धेन अवच्छिन्ना इति दृष्ट्वा अवगम्यते यत् विषयता विषयितासम्बन्धेन तादृशवृत्तिनियामकत्वं साध्यम् इति. अस्तु, अखिला भगिनी. हा, वदतु महोदय. शब्दविषयकं, तत्र शब्दः इति शब्दविषयकमेव ज्ञानम्. सत्यं. न, तत्र इदानीं अयं घटः इति वदामश्चेत् तत्र ज्ञानमस्ति घटविषयकं ज्ञानं. हा, तत्र शब्दविषयकं ज्ञानम् इति वदामश्चेत् तत्र शब्दः इति विषयः भवति ज्ञानस्य. अपि च सः शब्दः ज्ञाने वर्तते विषयितासम्बन्धेन. वर्तते इति प्रतीतिः जायते भट्टाचार्यस्य मतानुगुणम् इति सारांशः. बुद्धं वा? तत् शब्दः ज्ञाने वर्तते, तद् ज्ञानस्य अधिकरणम् आकाशः वा? न, वस्तुतः शब्दः आकाशे वर्तते. तत्र विषयद्वयमस्ति, शब्दः इति गुणः. सत्यं महोदय, सत्यं. भवता यदुक्तं तत् सत्यं. शब्दः इति गुणः आकाशे वर्तते, अपि च शब्द इति विषयः ज्ञाने अपि अस्ति. विषयद्वयमस्ति. तदर्थमेव उक्तम् अधिकरणतावत् ज्ञानं. तु तर्हि ज्ञानमपि एकम् अधिकरणम्, एकस्थले ज्ञानमपि अधिकरणम्, अन्यत् स्थले अधिकरणम्. सत्यं, सत्यम्. अस्मिन् वाक्ये तु अधिकरणं ज्ञानमेव. अन्तिमभागं पठन्ति चेत् अधिकरणतावत् ज्ञानम्, अधिकरणतावत् शब्दविषयकं ज्ञानं. विषयितासम्बन्धः एव अस्ति खलु, विषयितासम्बन्धवचिन्न एव, तत् ज्ञानमेव. ज्ञानमेव. आकाशे तु गुणः समवायेन स्यात्. समवायेन, सत्यं. भगिनी, अन्यत् प्रश्नमस्ति, ज्ञानमपि एकं गुणः खलु? सत्यं. तु तर्हि ज्ञानम् आत्मनि वर्तते इति वदामः चेत् तत्र समवायसम्बन्धेन वर्तते वा, नो चेत् विषयितासम्बन्धेन वर्तते वा, विषयितासम्बन्धेन वर्तते वा? अत्र अस्ति, पश्यतु, अग्रे तदेव चर्चा अस्ति. अत्र प्रथमवाक्ये उक्तं विषयितासम्बन्धावच्छिन्नज्ञाननिष्ठ आधेयता निरूपित अधिकरणता अस्ति आत्मनि इति. अस्तु, एकमेव ज्ञानं, किन्तु तद् ज्ञानमस्ति विषयतासम्बन्धावच्छिन्न. पुनः तदेव ज्ञानं समवायसम्बन्धावच्छिन्न अपि, परन्तु आत्मनि वर्तते. आत्मप्रसङ्गे अयम् आत्मा इति ज्ञानमस्ति चेत् तदा विषयतासम्बन्धेन आत्मनि अस्ति, समवायसम्बन्धेन अपि आत्मनि अस्ति. अस्तु, परन्तु अयं घटः इति अस्ति चेत्, अयम् आत्मा न, अयं घटः इति ज्ञानमस्ति चेत् तदा केवलं विषयतासम्बन्धेन अस्ति. अयं घटः इति ज्ञानम् अस्ति चेत् परन्तु तत्तु तत्र आत्मनि नास्ति खलु, तत्र अयं घटः इति तत्र. हा, अयं घटः इति ज्ञानमस्ति चेत् तत्र केवलं विषयतासम्बन्धेन, परन्तु आत्मनि तु ज्ञानं विषयतासम्बन्धेन अपि भवितुमर्हति, समवायेन भवितुमपि अर्हति. अग्रे दत्तमस्ति किमर्थं ज्ञानलक्षणविषये केवलं समवायस्वीकृतम् इति अग्रे दत्तमस्ति. भवती एव पठतु. अस्तु भगिनि, प्रकृतम् आत्मलक्षणम् अनुसरामः. ज्ञाननिष्ठसमवायसम्बन्ध अवच्छिन्न आदेयतानिरूपित अधिकरणता एव प्रकृतलक्षणे प्रविष्टा न तु कालिकादिसम्बन्ध अवच्छिन्न आदेयतानिरूपित अधिकरणता अपि इति एतद् बोधनाय अन्नभट्टैः ज्ञानाधिकरणम् इति उक्तम्। अन्यथा कालिकसम्बन्धावच्छिन्न ज्ञाननिष्ठ आदेयतानिरूपित अधिकरणता आश्रय अधिकरणताश्रयकालमादाय लक्षणे अतिव्याप्तिदोषः प्रसज्येत। अतः उक्तविवक्षा आवश्यकी इति ध्येयम्। तत्र आत्मलक्षणं अन्नम्भट्टेन उक्तं तत्र तस्मिन् विषये तत्र अस्ति। सः ज्ञानाधिकरणम् आत्मा इति उक्तवान्। तत् ज्ञाननिष्ठ समवायसम्बन्ध अवच्छिन्न आदेयतानिरूपित अधिकरणता एव प्रकृतलक्षणे प्रविष्टा न तु कालिकादिसम्बन्ध अवच्छिन्न आदेयतानिरूपित अधिकरणता अपि इति एतद्बोधनाय एव अन्नभट्टैः ज्ञानाधिकरणम् इति उक्तं। तत्र ज्ञानाधिकरणम् इति सः उक्तवान्, तत्र केवलं समवायसम्बन्ध अवच्छिन्न आदेय एव तत्र तस्य विवक्षा एव तत्र आसीत्, न तु अन्यसम्बन्धस्य यथा तत्र कालं वा संयोगः वा नो चेत् तत्र विषयिता वा इति तत्सर्वं तत्र न अपेक्षितम्। यथा तत्र कालिकसम्बन्ध अवच्छिन्न ज्ञाननिष्ठ ज्ञाननिष्ठ आदेशानिरूपित अधिकरणतावत् आश्रयं कालमादाय इति वदति चेत् तत्र अतिव्याप्तिदोषः भवति इति तत् सम्यक्तया न अवगतं भगिनि, किमर्थं तत्र अतिव्याप्तिदोषः अस्ति? अस्तु, इदानीं चिन्तयतु, ज्ञाननिष्ठ आधेयता अस्ति किल? आम्। हा, पूर्वस्मिन् वाक्ये, पूर्वस्मिन् परिच्छेदे प्रथमवाक्यं पश्यतु, विषयतासम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता। विषयतासम्बन्धावच्छिन्न आधेयता अपरत्रापि भवति, अयं घटः इति ज्ञानं भवति चेत् तत्रापि तथा अस्ति, विषयतासम्बन्धावच्छिन्न। अस्तु, अन्यत्र यत्र कुत्रापि किमपि ज्ञानमस्ति तत्र विषयतासम्बन्ध, तर्हि अतिव्याप्तिदोषः अस्ति खलु? लक्षणवाक्ये किमपेक्षितम्? अतिव्याप्ति, अव्याप्ति, असम्भवः, दोषः न स्यात् इति अपेक्षितम्। इदानीं विषयतासम्बन्धावच्छिन्न अधेयता इति वदामश्चेत् तत्र अतिव्याप्तिदोषः दोषः कालिकसम्बन्धः इति अस्ति तत्र, कालिकसम्बन्धेन कथं ज्ञानम् आत्मनि भवितुम् अर्हति? तदेव मम सत्यं, कालिकसम्बन्धेन कथम् आत्मनि इति न, केवलम् एवं पश्यतु, आधेयतायाः अवच्छेदकत्वम् इति चिन्तयतु। अस्तु, आत्मनि तु नास्ति यथा भवत्या उक्तं, परन्तु केवलम् आधेयतायाः अवच्छेदकम् इति मनसि निधाय चिन्तयति चेत् कालिकसम्बन्धावच्छिन्न आधेयता अन्यत्रापि अस्ति। इदानीं पुस्तकं काले अस्ति चेत् पुस्तकस्य आधेयता कालिकसम्बन्धावच्छिन्ना अस्ति, अयं घटः इति ज्ञानम् अस्ति चेत् तत्र आधेयता अपि विषयतासम्बन्धावच्छिन्ना अस्ति, किन्तु तादृशी आधेयता न अपेक्षिता, केवलं या आधेयता ज्ञाननिष्ठा अस्ति सा समवायसम्बन्धावच्छिन्ना भवतु, तादृशी आधेयता एव लक्षणवाक्ये अन्तर्भूतः अतिव्याप्तिदोषनिवारणाय इति। भवत्याः प्रश्नः किमिति अवगच्छामि, कालिकसम्बन्धेन तु काले अस्ति न तु ज्ञाने इति, परन्तु केवलम् भवितुमेव न अर्हति खलु तत्र, यदा ज्ञानाधिकरणम् आत्मा इति एव तत्र वदामः चेत् तत्र केवलं समवायसम्बन्धः वा विषयतासम्बन्धः वा एव तत्र भवितुम् अर्हति खलु? सत्यं, तदपि सत्यमस्ति, परन्तु केवलम् आधेयता अहम् इच्छामि इति चिन्तयतु, ज्ञाने विद्यमाना आधेयता कीदृशी इति उक्त्वा आत्मनः लक्षणं वक्तुमिच्छामि। ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणतावान् आत्मा इति वक्तुमिच्छामि। अस्तु, तत्र तत्र ज्ञानस्य अधिकरणं किम् इति एव तत्र तु ज्ञानस्य अधिकरणम् इत्युक्ते तत्र कालः भवितुम् अर्हति कालिकसम्बन्धेन तस्य निषेधनकरणाय तस्य निषेधाय एव तत्र केवलं समवाये इति वदति तर्हि यतोहि तत्र समवायसम्बन्धेन तु केवलम् आत्मा भवितुम् अर्हति सम्यक् वा समवायसम्बन्धेन प्रश्न इतोपि एकवारं वदतु प्रश्नः न भगिनि मम अवगमनम् एकवारं वदामि तत्र तत्र यदपेक्षितम् अस्ति तत्तु तत्र ज्ञानस्य अधिकरणं किम् आत्मनविषये ज्ञानस्य भगिनि ज्ञानस्य अधिकरणं किम् इति प्रश्नः नास्ति आत्मनि विद्यमान अधिकरणता कीदृशी इति प्रश्नः आत्मनि विद्यमान अधिकरणता कीदृशी इति प्रश्नः अस्तु तस्य अधिकरणतायाः निरूपणार्थं विषयतासम्बन्धावच्छिन्न ज्ञाननिष्ठाधेयता निरूपित अधिकरणता इति वदामि इति चिन्तयतु आत्मनि इदानीम् आत्मनि या अधिकरणता अस्ति सा अधिकरणता ताम् अधिकरणता अहं विषयतासम्बन्धस्य उपयोगेन वदामिश्चेत् तत्र अतिव्याप्तिदोषः भवति एव किल तत् तद् अहम् अवगतवती भगिनी परन्तु मम प्रश्नः केवलं तत्र किमर्थं कालिकसम्बन्धः इति अस्ति इत्येव तत्र विषयतासम्बन्धः इति अस्ति चेत् प्रश्नः एव तत्तु बहु सम्यक् अस्ति एकमेव ज्ञानम् अहम् एवं वक्तुं शक्नोमि अत्र पञ्चचत्वारिंशत्तमे पुटे पश्यतु एकवारं 45 ई सम्बन्धाः निरूपितवन्तः कालिकसम्बन्धेन ज्ञानं काले वर्तते समवायसम्बन्धेन आत्मनि विषयतासम्बन्धेन घटे इति पूर्वमेव उक्तम् इति मन्ये सत्यं सत्यं यत्र अत्र घटः इति अस्ति खलु भगिनि अखिला भगिनी पश्यति वा घटे बहवः आधेयताः बह्व्यः आधेयताः सन्ति परन्तु भिन्नभिन्न आधेयताः तथैव ज्ञाने अपि बह्व्यः आधेयताः सन्ति ज्ञानं काले वर्तते चेत् आधेयता भिन्ना ज्ञानम् आत्मनि वर्तते चेत् आधेयता भिन्ना तर्हि अस्माभिः उचिता आधेयता चेतव्या भवति चित्वा वक्तव्यं भवति सा आधेयता कीदृशी इति तदर्थम् एव उचितः सम्बन्धः कः आधेयतायाः अवच्छेदकः कः सम्बन्धः स्यात् इति चिन्तयित्वा वक्तव्यं भवति विषयितासम्बन्धावच्छिन्न आधेयता इति वदामिश्चेत् तत्र अतिव्याप्तिदोषः कालिकसम्बन्धावच्छिन्न आधेयता इति वदामिश्चेत् तत्रापि अतिव्याप्तिदोषः परन्तु समवायसम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता इति वदामिश्चेत् तत्र न भवति दोषः भगिनि तदव अहम् अवगतं परन्तु मम क्लेशः तु किञ्चित् स्ट्रिक्ट्लि टाञ्जेन्शियल् अस्ति एकवारं वदामि तत्र परन्तु समयस्य अभावः अस्ति चेत् तत् इदानीं त्यक्तुमपि शक्नुमः मम प्रश्नः अस्ति तत् ज्ञानम् आत्मा इति द्वयमपि कान्स्टेण्ट् इव अस्ति खलु तत्र इदानीम् आत्मलक्षणं आत्मलक्षणस्य विषये एव तत्र चर्चा अस्ति ज्ञानम् अधिकृत्य तत्र आत्मनः लक्षणं वक्तुं प्रयत्नं कुर्वन्ति स्म इदानीं भगिनि एकनिमिष ज्ञानमधिकृत्य इति न ज्ञाने विद्यमान आधेयताम् अधिकृत्य लक्षणवाक्यं सज्जीकरणीयम् अत्र भेदः अस्ति ज्ञानमधिकृत्य इति न ज्ञाने विद्यमान आधेयताम् अधिकृत्य लक्षणवाक्यं लक्षणवाक्यस्य निर्माणम् अस्तु ज्ञाने कालिकसम्बन्धेन अपि आधेयता भवितुम् अर्हति तदर्थं तत्र अधिव्याप्ति भवितुम् अर्हति तद् निषेधं कृत्वा केवलं समवायसम्बन्धः इति वदामः चेत् तत्र अतिव्याप्तिदोषः न भवति हा इत्येव अस्ति अस्तु धन्यवादः भगिनि अस्तु, अधुना अङ्गीकारः अस्ति वा भगिनि? अस्तु तर्हि अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि. सूचीकटाः न्यायः. आत्मनः विभागमाह जीवात्मेति. विभागग्रन्थे जीवात्मनः पूर्वनिर्देशे अपि स्वरूपवर्णने ईश्वरनिरूपणं सूचीकटाः न्यायेन पूर्वं कृतम्. को अयं सूचीकटाः न्यायः? कस्यचित् लोहकारस्य समीपं कटाहम् अपेक्षमाणः आदौ गतः. कटाहं साधय इति च उक्तवान्. तदनन्तरं गत्वा कश्चित् सूची अपेक्षते इत्याह. अनयोर्मध्ये कस्य निर्माणं लोहकारः पूर्वं कुर्यात्? सूच्याः कुतः अल्पायाससाध्या हि सूचिः? बहुश्रमसाध्यः कटाहः. उभयविधकार्यसन्निपाते यत् अल्पायाससाध्यं तदेव हि पूर्वं क्रियते लोके. अयं सूचीकटाः न्यायः इह ग्रन्थकारेण उपयुक्तः. ईश्वरः यद्यपि पश्चात् निर्दिष्टः तथापि तत्र न बहु वक्तव्यमस्ति. जीवनिरूपणे हि तस्य प्रतिशरीरं भेदः निरूप्यः इति आयासबाहुल्यम् आलोच्य ईश्वरः आदौ निरूपितः. सूचीकटाः न्यायः. आत्मनः विभजनं कृत्वा जीवात्मा इति. तत्र आत्मनः वाक्ये जीवात्मा परमात्मा च इति द्विविधः आसीत् आत्मा, खलु? विभागग्रन्थे जीवात्मनः पूर्वनिर्देशः अपि स्वरूपवर्णने ईश्वरनिरूपणं सूचीकटाः न्यायेन पूर्वं कृतं. सूचीकटाः न्यायः किम् इति वक्तुं कश्चित् लोहकारः लोहकारस्य समीपं कश्चन मनुष्यः कटाहम् अपेक्ष कुम्भकारस्य समीपे गतः. सः उक्तवान् कटाहनिर्माणं करोति. कटाहं निर्मातु, सूचीं निर्मातु इति उक्तम् इति उक्तवान् इति चिन्तयन्तु. अस्तु, लोहकारस्य गत्वा न, अन्यपुरुषः एकः एव कटाहं कश्चित् सूची. तदनन्तरं गत्वा कश्चित् सूची अपेक्षते इत्याह. सः पुरुषः एव अथवा सः वा अन्यः वा कश्चित् सः अन्यः गत्वा वदति सूची निर्मातु इति. अनयोः मध्ये लोहकारः किं निर्माति प्रथमं? प्रथमं सूची निर्माति करोति. किमर्थं सूचीं निर्मा किमर्थं तथा करोति? सुलभतया निर्माणं कृतवान्. सुलभ अल्प सत्यम् अल्पायाससाध्यः. अल्पायासेन साध्या अस्ति सूची. किञ्चिदेव श्रमः अपेक्ष अनायासेन. बहुश्रमसाध्यः किम् अस्ति? बहुश्रमसाध्य कटाः निर्माणमस्ति. कटाहस्य निर्माणमस्ति, अस्तु. तत् अपरं कृतवान्. सुलभसाध्यं सूची कृतवान्. सूचीनिर्माणं कृतवान् इति अस्ति सत्यं सत्यं वयं सर्वे अपि तथा कुर्मः खलु यत्किमपि कार्यम् अल्पायाससाध्यं तत् पूर्वं कृत्वा तदनन्तरं यस्य कृते बहु श्रम अपेक्षितः तद् कुर्मः अस्य न्यायस्य प्रयोगः अत्रापि अस्ति कथम् इति वदति वा ग्रन्थकारः हा ग्रन्थकारः यः ग्रन्थम् अयं ग्रन्थम् इमं ग्रन्थं लिखितवान् सः अपि सूचीकटाः न्यायस्य प्रयोगं करोति कथं ग्रन्थकारेण उपयुक्तः ईश्वरः यद्यपि पश्चात् निर्दिष्टः तथापि तत्र न बहु वक्तव्यमस्ति ईश्वरः तु एकः एव तस्य निरूपणावसरे सारल्यम् अस्ति इति कृत्वा प्रथमम् अस्ति ईश्वरस्य निरूपणम् परन्तु कथं ते जानीमः ईश्वरः एकः एव इति कथं तत् ज्ञानं भवति तत् कथं ज्ञानं भवति इति अग्रिमभागः जीवनिरूपणैः तस्य शरीरं भेदः निरूप्य निरूप्य आयासबाहुल्यम् आलोच्य ईश्वरः आदौ निरूपितः जीवात्मनः निरूपणे किं भवति भगिनि तत्र भवतु वदतु आयासबाहुल्यम् आयासबाहुल्यं बहु आयासः भवति तदर्थं कष्टतरं बहु बहु जीव हा सत्यं बहवः जीवाः सन्ति जीवाः सन्ति शरीरं भेदः अपि अस्ति तत् कारणात् बहु कष्टकरम् इति कृत्वा प्रथममस्ति ईश्वरस्य निर्माणम् आदौ भवति आदौ निरूपितः अस्तु इति एव अस्ति तदनन्तरम् ईश्वर ईश्वरसाधकं कथम् इति अग्रे पश्येम जयन्ती भगिनी पठति वा आम् भगिनि ईश्वरसाधकम् अनुमानम् यथा आकाशनिरूपणावसरे श्रूयमाणः शब्दात्मगुणः आश्रयेण विना न भवति इति तस्य आश्रयत्वेन आकाशः कल्पितः यथा वा वायुनिरूपणावसरे अनुभूयमानः विजातीयः स्पर्शः आश्रयेण विना न भवति इति तदाश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितं तद्वत् ईश्वर अनुमानाय प्रसिद्धः न्यायमानः न कोऽपि गुणः वर्तते यम् आदाय तदाश्रयत्वेन ईश्वरः सिद्ध्येत अतः अत्रत्या रीतिः अस्ति अन्यादृशी अस्तु वदतु भगिनि आकाशनिरूपणविषये आकाशस्य गुणं वयं साधारणतया पश्यामः आकाशस्य गुणः अस्ति शब्दः शब्दगुणकम् आकाशः इति वयं दृष्टवन्तः परन्तु तत्र किं कृतवन्तः प्रत्यक्षमस्ति वा शब्दः न अनुमान न इन्द्रियैः गृह्यते शब्दः इन्द्रियैः गृह्यते कर्णेन गृह्यते परन्तु सः कुत्र अस्ति इति ज्ञायते वा प्रत्यक्षज्ञानेन न शब्दस्य आश्रयः न ज्ञायते प्रत्यक्षज्ञानेन तर्हि ऊहा कृता अनुमानेन साधितम् आकाशम् इति एकं स्यात् द्रव्यम् इति तथैव अन्यत् उदाहरणं किम् अस्ति वायुविषये वायोः वायोः गुणः अस्ति स्पर्शवान् वायुः रूपरहितवायुः इति वयं जानीमः वायुनिरूपणावसरे अनुभूयमानः विजातीयस्पर्शः स्पर्शः तु अस्माकम् इन्द्रियैः वयं जानीमः वायोः गुणः स्पर्शः इति. यद्यपि वायुं वयं द्रष्टुं न शक्नुमः, स्पर्शेन वयं जानीमः वायोः गुणः स्पर्शः इति. शीतस्पर्शः कुत्र अस्ति? शीतस्पर्शः तु जले अस्ति. जले अस्ति, जलम् इति दृश्यते, तद् पदार्थं प्रत्यक्षत्वेन दृश्यते. उष्णस्पर्शः कुत्र अस्ति? तेजसि अस्ति. तेजसि, तेजः अपि दृश्यते, प्रत्यक्षप्रमाणमस्ति. अनुष्णाशीतस्पर्शः नाम उष्णः अपि नास्ति, शीतः अपि नास्ति. अनुष्ण अशीतस्पर्शः कुत्र अस्ति? वायौ अस्ति. पृथिव्यामपि अस्ति, वायौ अपि अस्ति. अस्तु, यत्र पृथिवीं पश्यामः तत्र तादृशस्पर्शम् अनुभवामः, परन्तु पृथिवीमपि पश्यामः प्रत्यक्षत्वेन. परन्तु एकः विजातीयः अनुष्णाशीतस्पर्शः अस्ति, नाम पृथिव्यामपि तादृशस्पर्शः नास्ति. तर्हि सः स्पर्शः कुत्र स्यात् इति अनुमानं कृत्वा किं निर्मितम्? अपरमेकं द्रव्यं खलु, वायुः इति एकं द्रव्यम्. परन्तु अत्र ईश्वरस्य विषये का स्थितिः? ईश्वरस्य विषये कीदृशः गुणः अस्ति, आश्रयः कः इति वयं न जानीमः. तादृशः कोऽपि गुणः न वर्तते. आम् आम्, अतः वायुविषये वा पृथ्वीविषये वा या रीति वर्तते तादृशी रीति वयं न प्रयोगं कर्तुं शक्नुमः ईश्वरस्य विषये. अतः अन्यां रीतिम् अपेक्षिता. सत्यम्, अन्या रीति एव अपेक्षिता. तत् किमस्ति इति सा का इति अग्रे पश्येम. सरला भगिनी पठति वा? आं भगिनि. दण्डचक्र आदिकारणसमवधाने अपि यदि कुलालः न भवति न घट उत्पद्यते. तन्तुरूपकारणसत्त्वे अपि यदि तन्तुवायः न भवति न पटः उत्पद्यते. तेन इदम् अवगच्छामः यत् किमपि कार्यम् उत्पादनीयं चेत् अचेतनाः कपालचक्रादय यथा अपेक्षिताः तथैव चेतना अपि कश्चित् आवश्यकः. तेन ईदृशनियमः आगतः, किञ्चित् कार्यम् उत्पद्यते चेत् चेतना अपेक्षा वर्तते. एवं सति यत्र अस्माद्दृशा अल्पज्ञा कुलालादयः न वर्तन्ते तथापि कार्योत्पत्ति दृश्यते, यथा द्वयगुणकादिसंयोगपरम्परास्परस्पराया महापृथ्वी गोलः महच्चलं सूर्यादि तेजांसि उत्पद्यन्ते. तत्र यः चेतन अस्मादिभिन्न स्वीकर्तव्य भवति स एव ईश्वरः. अत्र वदति यदि कुम्भकार अस्ति तस्य समीपे दण्डं चक्रम् अस्ति, अतः घटनिर्माणं भवति. यदि घट अस्ति घटस्य निर्माणार्थं मृत्तिका दण्ड अत्र अस्ति, किन्तु कुम्भकार नास्ति त घटस्य निर्माणं भवति. सो यदि वयं फलं दृश्यते तस्य कारण घट कुम्भकार अस्ति. अचेतनाः इत्युक्ते यस्मिन् चेतना नास्ति तस्य चेतना चेतना अपि अपि आवश्यकम्. पट्टनिर्माण निर्माणार्थं तन्तुः न केवलं तन्तुषु किन्तु तन्तुवाय चेतना चेतनः अपि स्यात्. तन्तुवायः चेतनः, यस्मिन् चेतना चैतन्यमस्ति. यः जीवितः पुरुषः तन्तुवायः अपेक्षितः, न केवलं तन्तुः वा तुरी वा अथवा घटनिर्माणार्थं दण्डचक्रादयं विहाय कुलालः अथवा कुम्भकारः अपि अपेक्षितः. एते सचेतनाः. तथैव वयं प्रकृते महापृथ्वी पृथ्वी पश्यामः वा समुद्रजलं सूर्यादि तेजसि पश्यामः, तस्य उत्पाद्यस्य उत्पाद्यं कः करोति तस्य अनुमानम् अपि वयं कर्तुं शक्नुमः. तस्य चेतना करोति तस्य ईश्वर कारणं भवति. अस्तु, इति एव अस्ति विषयः. अनुमानं कृतं, परन्तु कीदृशम् अनुमानं? प्रथमतया आकाश अथवा वायोः स्थले तत्र अनुमानमासीत् एकः गुणः अस्ति, तस्य गुणः कोऽपि गुणस्य कोऽपि आश्रयः स्यात् इति अनुमानं कृतम्. परन्तु ईश्वरस्य विषये तथा न सम्भवति, यतोहि तादृशः गुणः नास्ति. तर्हि अपररीत्या कृतमस्ति अनुमानम्. कीदृशम् अनुमानम् इत्युक्ते, वयं यत्किमपि पश्यामः विश्वे द्वि अणुकात् आरभ्य महापृथिवी, गोलः, समुद्रः, सागरः, तस्य उत्पादनं कथं भवति यदि कोऽपि सचेतनः नास्ति इति चिन्तयित्वा, सः चेतनः ईश्वरः. स्थूलशरीरस्य कार्यम् उत्पयति चेत् चेतना अपेक्षा वर्तते, तत् ईश्वरः. हा, स्थूलाक्षरैः यत्किमपि वर्तते अस्मिन् ग्रन्थे, तस्य अर्थः अस्ति यद् मूलग्रन्थात् उद्धृतम् इति. मूलग्रन्थः अस्ति तर्कसङ्ग्रहः, तस्मात् उद्धृतं वाक्यमेव. किञ्चित् स्थूलाक्षरैः यत्किमपि दृश्यते इति अस्ति. किञ्चित् कार्यम् उत्पद्यते चेत् चेतना अपेक्षा वर्तते, सः एव ईश्वरः इति. बुद्धं वा? अस्तु, अग्रे अजितः महोदय पठति किम्? तस्य अल्पज्ञत्वे. तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यादिति सः सर्वज्ञः. आकाशनिरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवमिति तस्य एकत्वमपि सिद्ध्यति. अस्मदादिभ्यः तस्य ईश्याम् ईदृशं विलक्षणत्वं वक्तुं परमात्मा इत्युक्तं. परः उत्कृष्टः, उत्कृष्टश्च ज्ञाने च कृतिनां नित्यत्वात् सुखतुः खादिनां परमात्मानि असत्वात् बोध्यः. अस्तु, किञ्चित् भगिनी वक्तुं किञ्चित् क्लेशमस्ति अस्ति भगिनि. अहम् अग्रे प्रायः आगामि सप्ताहे. अस्तु अस्तु, नास्ति चिन्ता महोदय, तर्हि अहमेव वदामि. अस्तु, तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यात् इति सः सर्वज्ञः. यः कोऽपि एतत् सर्वं निर्माति, पृथिवी, गोलकं, तस्य अल्पज्ञानम् अस्ति चेत् अथवा अल्पज्ञत्वम् अस्ति चेत् तर्हि सः कुलालादिभ्यः भिन्नः न भवति खलु. कुलालादिभ्यः नाम कुलालः, तन्तुवायः, अस्मत्सदृशाः मनुष्याः. अस्माकम् अपेक्षया एषः ईश्वरः इति यः कोऽपि अनुमानेन कृतः, सः अस्माकम् अपेक्षया विलक्षणः एव अस्ति, तस्य अल्पज्ञानं न भवेत् इति कृत्वा सः सर्वज्ञः इति उच्यते। सर्वज्ञत्वम् अस्ति इति कारणेन एव एतत् सर्वं निर्मितं, सम्पूर्णं विश्वं निर्मितम् इति। अनन्तरम् आकाशनिरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवम् इति, तस्य एकत्वमपि सिद्ध्यति। आकाशनिरूपणसमये वयं दृष्टवन्तः आकाशस्य एकत्वं स्वीकृतं। किमर्थं स्वीकृतम् एकत्वं? बहुत्वसाधनार्थं किमपि साधनं नास्ति, आकाशः एकः एव इति बै डिफाल्ट् स्वीकृतम् आसीत् लाघवाय। नाम एतत्तु अनुमानेन साधितं द्रव्यम् आकाशम्। अनुमानेन एकम् अस्ति इति साधयाम, अनुमानं कृत्वा बहूनि आकाशानि सन्ति इति तु साधयितुं न शक्नुमः। अनुमानेन शब्दः अस्ति, शब्दस्य आश्रयः आकाशः इति साधितम् इति कृत्वा आकाशस्य एकत्वं स्वीकृतम्। तदेव लाघवम् इति उच्यते। लाघवं नाम यत्र बुद्धेः क्लेशः न भवति, बहुत्वम् अस्ति वा इति किमपि क्लेशः नास्ति चेत् तद् लाघवं। तथैव ईश्वरः अपि एकः एव, लाघवत्वदृष्ट्या ईश्वरः अपि एकः इति स्वीकृतः अस्ति तत्र। अपि च तत्र बहवः ईश्वराः सन्ति इति वक्तुं साधनानि अपि न सन्ति, अस्माकं ऊहा एव कृता, एकः एव ईश्वरः इति। अनन्तरम् अस्मदादिभ्यः तस्य ईदृशं विलक्षणत्वं वक्तुं परमात्मा इत्युक्तम्। अस्मदादिभ्यः विलक्षणत्वम् इत्युक्ते अस्माकम् अपेक्षया तस्य विलक्षणत्वम् अस्ति इति वक्तुं तस्य परमात्मा इति नामं दत्तमस्ति। नो चेत् जीवात्मा तु अस्माकं सर्वे जीवः अस्ति अस्मासु, तदस्ति जीवात्मा। अस्मदपेक्षया एषः अस्ति विलक्षणः इति कृत्वा परमात्मा। उत्कर्षश्च ज्ञान एच्च कृतीनां नित्यत्वात्। आत्मनि ज्ञान इच्च कृति नाम प्रयत्नः। वयं कथं जानीमः एतद् कृति इति नित्यम् अस्ति? वयं सर्वं पश्यामः खलु, विश्वे यत्किमपि कृतम् अस्ति ईश्वरेण तद् सर्वं दृष्ट्वा वक्तुं शक्नुमः यत् अस्मिन् परमात्मनि ज्ञान इच्च कृति अपि अस्ति नित्यत्वरूपेण। अनन्तरं सुखदुःखादीनाम् अपि असत्त्वम् अस्ति परमात्मनि इति बोध्यम् अस्ति अत्र इति। एतत् सर्वम् ईश्वरस्य लक्षणं। प्रथमतया अनुमानं कृतम् ईश्वरः इति कश्चन अस्ति, आत्मनः विभागः इति। कथम् अनुमानं कृतं? विश्वे एतत् सर्वं दृष्ट्वा वस्तुनः दर्शनेन ज्ञायते यत् कोऽपि अस्ति सचेतनः यः एतत् सर्वं करोति। सर्वं करोति इत्यतः सर्वज्ञः। अनन्तरं लाघवदृष्ट्या एषः एकः एव ईश्वरः। तदनन्तरं ज्ञान इच्छ कृतीनां नित्यत्वं वर्तते ईश्वरे इति अपि अस्ति। परन्तु वयं न जानीमः सुखदुःखादीनाम् असत्त्वात् इति, तत्र किञ्चित् अनुमानम् अथवा अनुमानमेव इति भाति महोदय। अनुमानमेव हा, जीवात्मनि सुखदुःखम् अस्ति इति अनुभवयोग्यः अस्ति गुणः, सुखः वा दुःखं वा इति, परन्तु एतत् अनुमानमेव। इदानीं तस्य अनुमानस्य निरूपणार्थं तस्य अनुमानस्य आवश्यकम् अस्मिन् स्तरे न आवश्यकं किल, सुखदुःखानाम् असत्त्वात्। सत्यं प्रायः किमर्थं तथा उक्तम् इति अग्रे दत्तमस्ति इति मन्ये, यतोहि ज्ञान इच्छ कृति एतत् सर्वम् आयाति इति मन्ये। नो चेत् महोदयं पृच्छामः अग्रिमे सप्ताहे कथम् अनुमानं कृतम् इति। भगिनी, अत्र ज्ञान इच्छ कृतीनां नित्यत्वात् इत्युक्ते परमात्मनि नित्यत्वात् वर्तन्ते वा? नित्यत्वेन वर्तते ज्ञान इच्छ कृति। कथं भगिनी परमात्मनि वर्तते इति. परमात्मा इत्युक्ते कः? ईश्वरः. आम्. हा, ईश्वरः कथं तस्मिन् कृति अथवा ज्ञानं नित्यत्वेन वर्तते इति चेत्, वयं यत्किमपि पश्यामः विश्वे तत्तु अस्ति खलु, कथं तत् सञ्जातम् इति न ज्ञायते प्रायः इति कृत्वा तस्मिन् ज्ञान इच्छा कृति इत्युक्ते प्रयत्नः, एतत् सर्वं नित्यत्वेन स्यात् इति अनुमानं कृतम्. ज्ञानं कृते तु वयम् अङ्गीकरोमि, परन्तु अहम् अङ्गीकरोमि इच्छा कथम् इति वा? सत्यं भगिनि, भवन्तः एवं कुर्वन्तु, प्रश्नाः महोदयं प्रेषयन्तु. अस्तु अस्तु, द्विपदमाध्यमेन इच्छा कथमस्ति इति एकम्, अपि च सुखदुःखं नास्ति इति कथम् अनुमानं कृतम् इति अपरः प्रश्नः, किल? हा, प्रश्नः प्रायः प्रेषणीयः एव, प्रायः आगामि शनिवासरे तत्र तस्य चर्चामपि करणीया स्यात्. हा, अस्तु, इति ईश्वरस्य निरूपणम्. अग्रे किञ्चित् एव पठित्वा समापयिष्यामः. अग्रे नीता भगिनी पठति वा? नीता भगिनी अस्ति किम्? आं भगिनि, एकनिमिषम्. ज्ञानम् इच्छा कृतिः इति त्रयाणां परस्परं भेदः. अत्र प्रसङ्गात् ज्ञानादिनामानुभविकम् ज्ञानादिनामानुभविकं वैलक्ष्यम् उदाहरणेन साधयिष्यामः. कश्चित् यानेन ग्रामान्तरं गन्तुं प्रवृत्तः गवाक्षात् उद्यानानि पश्यति. तत्र अनेकविधान् वृक्षान् पश्यति. केचन पुष्पिताः, केचन फलिताः, केचन पत्रमयाः दृश्यन्ते. इदं यत् पश्यति, दृश्यते इत्यादिभिः व्यवह्रियते तत् निरूपितं प्रकाशात्मकं ज्ञानम्. अयमेकः आत्मगुणः. अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानान्येव अनेकेषां वृक्षाणां भवन्ति, न तु वृक्ष्यमाणा इच्छा प्रयत्नो वा. किञ्चित् अवगतं, किञ्चित् न अवगतम्? अस्तु, वदतु भगिनि, यत् किमपि. भवती उक्तवती कृतिः इत्युक्ते प्रयत्नः इति. ज्ञानम् इच्छा इत्युक्ते तदर्थमेव वा, अन्यत्र अस्ति वा इति? सः एव इच्छा, अहम् इच्छामि. कश्चित् यानेन अनेक याने ग्रामान्तरं गन्तुं प्रवृत्तः गवाक्षात् उद्यानानि पश्यति. गवाक्षात् इत्युक्ते भगिनि? इत्युक्ते वातायनम्, वातायनं भगिनि, विण्डो. अस्तु अस्तु, आम्, गवाक्षात् उद्यानानि पश्यति. सुलभमेव, याने यदा वयं गच्छति चेत् तदा वातायने बहिः पश्यति, अनेक उद्याने अनेकानि वृक्षाः सन्ति, केचन वृक्षे पुष्पं विकसति, केचन वृक्षे फलम् अस्ति, केचन वृक्षे पत्रः एव अस्ति इति वयं दृश्यन्ते. इदं यत् पश्यति, दृश्यते इत्यादिभिः व्यवह्रियते तत् निरूपितं प्रकाशात्मकं ज्ञानम्. वयं पुष्पं फलं पत्रम् अनेके विषयाः दृश्यन्ते अत्र व्यवह्रियते इति अस्ति. एतत् सर्वं दृष्ट्वा शब्दप्रयोगमपि कुर्मः खलु. अहं पुष्पं पश्यामि, आम् आम् आम्, पुष्पाः पुष्पाणि दृश्यन्ते इति सर्वं शब्दप्रयोगं कुर्मः खलु. कथं कुर्मः? ज्ञानस्य आधारेण एव कुर्मः. किमपि दृष्ट्वा ज्ञानं भवति चेदेव तादृशः शब्दप्रयोगः अपि भवति. अस्तु, इति प्रथमं ज्ञानं सञ्जायते इत्येव अस्ति अत्र. अयम् एकः वदतु भगिनि. अयमेकः आत्मगुणः, आत्मस्य एकः गुणः अस्ति प्रकाशात्मकं ज्ञानम्. अपि च ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानानि एव अनेकेषां वृक्षाणां भवन्ति, न तु वक्ष्यमाण इच्छा प्रयत्नो वा. अधुना केवलं ज्ञानमस्ति एतस्य पुरुषस्य, वक्ष्यमाण इच्छा, अग्रे वक्ष्यते इच्छा अथवा प्रयत्नः इति. सः गुणः, इच्छा वा प्रयत्नः नास्ति एतावत्पर्यन्तं. सः किमपि पश्यति, पुष्पस्य वृक्षस्य ज्ञानं जायते इति एकः गुणः अस्ति आत्मनि. अनन्तरं इच्छा इति गुणः अग्रे उच्यते. अस्तु, गोपालमहोदय अग्रे पठति वा? आम्, परन्तु सः यदा विहाराय उद्यानं याति तदा यात्रायाम् इव आदौ तस्य सर्वेषां वृक्षाणां लतानां ज्ञानानि भवन्ति एव. यदा परन्तु इतोपि अन्यः आत्मनि गुणः उत्पद्यते, स एव इच्छा. इमं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. इयं च इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना, परन्तु इदानीम् अद्य उद्याने उत्पन्ना. अतः अयं ज्ञानात् भिन्नः गुणः. वयं सर्वं यत्र यत्र कुत्रापि गच्छत् किञ्चित् नूतनवस्तुं पश्यामि चेत् इयं वस्तु मम भवतु इति चिन्ता मम भवति. तदैव तस्य यः विहार उद्यानं गच्छति तस्मिन् मनसि एव एवं यदा सः उद्यानं दृष्ट्वा बहून् वृक्षान् पश्यति, तस्य मनसि इच्छा उत्पद्यते. कीदृश इच्छा इत्युक्ते इमं मम भवतु इति इच्छा उत्पद्यते. तत् अन्यगुणः, गुणः यः पूर्वनिरूपितस्य पूर्वविवरणं इति ज्ञानमिति गुणात् भिन्नः अस्ति, तस्य नाम इच्छा इति अन्यगुणः. बहु सम्यक् महोदय, तथैव अस्ति. प्रथमं ज्ञानम्, अनन्तरम् इच्छा. कथम् एषः गुणः कथं भिन्नः इत्युक्ते, पूर्वस्मिन् परिच्छेदे यदुक्तं, प्रथमतया यदा सः दृष्टवान् तदा केवलं ज्ञानम् इति आसीत्. इदं मम भवतु इति भावना नासीत् तस्य मनसि. सा एव भावना इच्छा. अधुना ज्ञानानन्तरम् इच्छा उत्पद्यते, सः भिन्नः गुणः इति अस्ति. अस्तु, अनन्तरं केवलं पठामः, पुनः एतस्य पुनः चर्चा भवति अग्रिमे सप्ताहे. केवलं पठित्वा एकवारं समापयामः. अखिला भगिनी पठति वा? ज्ञानमासीत्, अनन्तरम् इच्छा, इदानीं कृति. परन्तु अत्र उद्याने पुष्पगुल्मलतादीनां विक्रियो न भवति इति जानानः केवलम् इच्छति. वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोच्य वृक्षवाटिकां गच्छति. तत्र प्राथमिकं ज्ञानं तस्य भवति, द्वितीया इच्छापि, इतोपि तृतीयः गुणः आत्मनि उत्पद्यते. ये हस्तः चलित्वा धनार्थं सञ्चिकां याति, सः गुणः न यात्रायाम् उत्पन्नः, नापि उद्याने. तदा सः यदि उत्पत्स्यत हस्तः सञ्चिकाम् अगमिष्यत् न गतः. तेन विद्मः आदिमयोः स्थलयोः अविद्यमानः गुणः इदानीम् आत्मनि उत्पन्नः. स एव प्रयत्नः, कृतिः, प्रवृत्तिः, यत्नः, भावना इत्यादि शब्दैः व्यवह्नीयमानः आत्मविशेषगुणः. तस्मिन् सति हि हस्तपादादौ क्रिया भवति, असति क्रिया न भवति। जाग्रतावस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति, सर्वत्र च इयं कृतिः अपेक्षिता। उत्क्षेपनादौ एतेषां त्रयाणावश्यकत्वं वक्ष्यमाणः इति इत्युक्ते अग्रे उच्यते, परन्तु सारांशरीत्या वदतु तृतीयः गुणः किमस्ति। तत्र प्रथमगुणः ज्ञानं, द्वितीयम् इच्छा, तत्तु वयं दृष्टवन्तः। तत्र यदा तत्र सः उद्याने अस्ति तत्र तु पुष्प वा वृक्षस्य वा विक्रियः न भवति, तर्हि तत्र केवलम् इच्छा आयाति, परन्तु न तु तत्र किमपि प्रयत्नस्य अपेक्षितम्। अनन्तरं तत्र एतत् इच्छा आयाति, एतत् अहं सम्पादनीयम् इति चिन्तयित्वा वृक्षवाटिकां गच्छति। वृक्षवाटिकम् इत्युक्ते नर्सरि इति अस्ति अत्र। तत्र प्रथमं तत्र भिन्नभिन्न वृक्षाः लताः तत्सर्वं दृष्ट्वा तत्र प्रथमं ज्ञानम् भवति, अनन्तरम् इच्छा भवति, तृतीयं तत्र इतोपि अधिकम् एकं गुणं भवति, तदेव तत्र प्रयत्नः इति। यद्युक्ते तत्र तस्य क्रीणार्थं सः तस्य हस्तं हस्त क्रिया कृत्वा धनं नयति, अनन्तरं किमपि तथा किमपि अन्यक्रिया अपि करोति। तत्र प्रायः तत्र लतावृक्षा नीत्वा तत्र गच्छति सर्वम् इति, तत्र तथा तत् क्रिया यत् सः करोति तस्य एव नाम अस्ति तत्र प्रयत्नः, कृतिः, प्रवृत्तिः, यत्नः, भावना इत्यादिकं सर्वं। यत् यदा वयं चेतना अवस्थायां स्मः, तत्र जागृतावस्थायां स्मः, तस्मिन् समये तु भिन्नभिन्न क्रिया प्रतिक्षणं भवति एव। तद् सर्वासां क्रियाणाम् आधारः अस्ति तत्र कृतिः इति, प्रयत्नः इति, तद्विहाय किमपि क्रिया न भवति इति। उत्तमं, तथैव अस्ति। कृतिः इत्युक्ते प्रयत्नः, सर्वासु क्रियासु तादृशः प्रयत्नः भवति एव, अथवा तादृशी कृतिः इति भवति एव इति उक्तम्। अग्रिमे सप्ताहे इतः अग्रे चर्चा भविष्यति। धन्यवादः, धन्यवादः, शुभरात्रिः। धन्यवादः, शुभरात्रिः भगिनी, शुभरात्रिः। धन्यवादः, धन्यवादः।